नमो सर्वेभ्यः. अस्माकं व्याकरणवर्गे भवतां सर्वेषां स्वागतम्. विषयः अस्ति इकारान्तानाम् उकारान्तानां शङ्गानाम् अजाद्यपित्सु समग्रं चिन्तनम् इति विषयः अनुवर्तते. तर्हि सामान्यतया इकारान्तधातुः इत्युक्ते इकारान्तः ईकारान्तः द्वयोः अपि ग्रहणम् इकारान्तधातुः वर्तते. अनन्तरं अजादिप्रत्ययः वर्तते चेत् किं भवति इति चेत् सामान्यम् अस्ति इको एणचि इति सूत्रम्. परन्तु यत्र अङ्गकार्यम् अस्ति तदानीं तत्र अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रेण अजादिप्रत्ययपरे इयङ् आदेशः भवति इति सामान्यमस्ति. तर्हि इकारान्तेषु इणधातुः इति इतोपि विशिष्टः अस्ति. इणधातुः अस्ति चेत् तत्र अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रं प्रवाद्य इणो यण् इति सूत्रेण यणादेशः भवति. अनन्तरं यत्र धातुः अनेकाच् अस्ति अपि च असंयोगपूर्वः इकारः अस्ति तत्र किं भवति इति चेत् अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रं प्रवाद्य यणादेशः भवति एरनेकाचौ संयोगपूर्वस्य इति सूत्रेण. तर्हि आहत्य इकारान्तानां धातूनां वयं द्रष्टुं शक्नुमः सामान्यम् इकोयणचि अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति विशिष्टमस्ति अङ्गकार्यम् अस्ति. अतः इको एणचि इति सूत्रं प्रबाद्य अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सूत्रम्. इणधातुः इतोपि विशेषः इणो यण् इत्यनेन यणादेशः. पुनः धातुः अनेकाच् अपि च इकारः असंयोगपूर्वः अस्ति तदानीम् अजादिप्रत्ययपरे यणादेशः पुनः प्राप्तः अस्ति एरनेकाचो संयोगपूर्वस्य इति अस्ति. तर्हि एतत्तु इकारान्त ईकारान्तानाम्. उकारान्त ऊकारान्तानां विषये वयं पश्यामः चेत् तत्रापि इको एणचि इति सूत्रं सामान्यसूत्रं प्रसक्तं. तत्प्रबाद्य अचिष्णु धातु ब्रुवां युवर् यङ् वङ्गौ इत्यनेन उवङ्गादेशः अजादिप्रत्यये परे इति अस्ति. तदनन्तरं तत्र वयं पश्यामः हुष्णोः सार्वधातुके इति अपि अस्ति. यत्र हूधातुः अनेकाधातुः स्नुप्रत्ययान्तमङ्गं वर्तते तत्र असंयोगपूर्व उकारः तस्य स्थाने यणादेशः भवति इति अत्र विशेषः वर्तते. सामान्यं दृष्टं तदनन्तरं विशेषः अस्ति. तत्र किमस्ति इति चेत् यत्र सामान्यम् अस्ति उवङ्गादेशः अचिष्णुधातु ब्रुवाम् इत्यनेन उवङ्गादेशः इति सामान्यमस्ति. यत्र स्नुप्रत्ययान्तमङ्गम् अस्ति स्नुप्रत्ययान्तमङ्गम् अस्ति चेदपि तत्र यत्र संयोगपूर्वकः स्नुप्रत्ययान्तमङ्गं तत्रापि अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इत्येव कार्यं करोति. परन्तु यत्र असंयोगपूर्व उकारान्त अङ्गं स्नुप्रत्ययान्तमङ्गं तत्र हुष्णोः सार्वधातुके इति कार्यं करोति. एवं हूधातुः अस्ति चेत् हुष्णोः सार्वधातुके इति कार्यं करोति. अन्यत्र सर्वत्र यत्र स्नु इति विहाय अन्य उकारान्तम् अन्य उकारान्तम् अङ्गम् इत्युक्ते उकारान्तधातुः इति न उकारान्तम् अङ्गं स्नुप्रत्ययं विहाय अन्य उकारान्तम् अङ्गं तत्र तु इको एणचि इति सूत्रमेव कार्यं करोति. तर्हि इदानीम् इकारान्त ईकारान्तानां तु विषयः सरलः अस्ति. अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इति सामान्यम्, इणो एण् इति बहु विशिष्टम्. तदनन्तरम् एरनेकाचो संयोगपूर्वस्य यत्र अनेकाच् अस्ति इकारान्तधातुः. उकारान्तानां विषये किम् अस्ति इति चेत् प्रथमतया विशेषः अस्ति हुष्णोः सर्वधातुके. तर्हि हूधातोः विषये अपवादः अस्ति हुष्णोः सर्वधातुके इत्यनेन यणादेशः अजादिप्रत्ययपरे. अनन्तरं यत्र स्नुप्रत्ययान्तमङ्गम् असंयोगपूर्व उकारः तत्रापि पुनः यणादेशः इति विशेषः वर्तते. अन्यत्र यत्र उकारान्तधातुः अस्ति अजादिप्रत्ययपरे अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ, अनन्तरं सामान्यं संयोगपूर्वपूर्वकः उकारः अपि च सामान्य उकारान्तधातुः उभयत्र अचिष्णुधातु ब्रुवां युवर् यङ् वङ्गौ इत्यस्यैव कार्यम्. अपि च अन्यत्र सर्वत्र यत्र स्नुप्रत्ययान्तमङ्गमेव नास्ति तत्र उकारान्तमङ्गं तत्र इको एणचि इति भवति इति एवं रीत्या अत्र विभागः अस्ति. एतत् सर्वं तु सर्वधातुकप्रक्रियायां प्रवर्तते. आर्धधातुकप्रक्रियायां नास्ति, सार्वधातुकप्रक्रियायां एतत् प्रवर्तते. अचिष्णुदातु ब्रुवं युवर् यङ् वङ्गौ इति सूत्रं तु अचिप्र अजादिप्रत्यये परे सर्वत्र कार्यं करोति, केवलं सार्वधातुकप्रक्रियायाम् इति नास्ति. अचिष्णुदातु ब्रुवं युवर् यङ् वङ्गौ इति सूत्रम् अजादिप्रत्यये परे कार्यं करोति, परन्तु तत्र हुष्णोः सार्वधातुके इति सूत्रं केवलं सार्वधातुकप्रक्रियायाम् एव तस्य प्रसक्तिः भवति. अनन्तरम् ईकारान्तानां विषये एरनेकाचोसंयोगपूर्वस्य इति सूत्रमपि तत्र विशेषतया सार्वधातुकप्रत्यये परे इति नास्ति, अजादिप्रत्यये परे. अतः आर्धधातुकप्रक्रियायामपि एतादृशकार्यं सम्भवति इति एतद् मनसि निधाय इदानीं तत्र बाध्यबाधकभावः इति यः यः सेक्षन् अस्ति, यः किं शीर्षकमस्ति, तत्र वयं गच्छामः बाध्यबाधकभावः इति. तर्हि किम् अत्र सरस्वती भगिनी आरब्धुमिच्छति वा? कुतः तद् अहं न प्राप्तवती, विशेषकार्यं तत् इकारान्त उकारान्त न वा करपत्रं? विजयलक्ष्मी भगिनी तु ज्योत्यादिगणस्य प्रेषितवती, तदनन्तरं तदपि प्रेषितवती. तर्हि समग्रं चिन्तनं, तर्हि तत्र अहं कुतः विशेषशास्त्रं ततः किम्? न न, उकारान्तानां यः तत्र कोष्टकम् अस्ति तस्मात् पूर्वं बाध्यबाधकभावः इति अनेकाचि विशेषशास्त्रमस्ति तदनन्तरं न वा? आमाम् अस्तु. तर्हि बाध्यबाधकभावः अजादिषु कित्नित् प्रत्ययेषु परेषु ईवर्णान्तधातुरूपी अङ्गे आरम्भतः कथं कार्यं सिद्ध्यति इति चेत् बाध्यबाधकभावः द्रष्टव्यः. यथा सुदादिगणे रियोग अ इको यणचि इत्यनेन यण्, सर्वधातुकार्धधातुकयोः इत्यनेन गुणः, सर्वधातुकम् अपित् मिति च इत्याभ्यां गुणनिषेधः, अचिष्णुधातु भ्रुवां युवोर्यङ्गु अङ्गौ इत्यनेन इयङ् अतः भवति रेफ योग य योग अ योगति रियसि. वक्तव्यं वा एतावत्पर्यन्तं? यद् अजादिषु कित् नित् प्रत्ययपरेषु ईवर्णस्य विषये ईवर्णान्तधातुरूपी अङ्गमस्ति चेत् कार्यं कथं भवति तस्य विषये बाध्यबाधकभावः वयं इदानीं पश्यामः. तर्हि सुदादिगणस्य धातु स्वीकृत्य री धातु अस्ति, तर्हि रियोग अ इत्युक्ते सुदादिगणे गणे शः विकरणप्रत्ययः अस्ति, तत्र केवलम् अ अवशिष्यते, अतः रियोग अ. प्रथमतया तु इको यणचि तस्य प्रसक्तिः भवति, इत्यनेन यण् भवितुम् अर्हति. तदा सार्वधातुकार्धधातुकयोः इत्यनेन गुणः अस्ति, परन्तु एतद् केवलं षित् अस्ति, अपित् षित् भूत्वा अपित् अस्ति, अतः सार्वधातुकम् अपित् नित्वत् करोति, अतः निति च इत्यनेन गुणनिषेधः भवति. तदनन्तरम् अचिष्णुधातुभ्रुवां युवोर्यङ्गुवङ्गौ इत्यनेन इयङ् आदेशः भूत्वा तत्र इकारस्य स्थाने इयङ् आदेशः भवति, अतः रेफयोग इय नकार तु इत् अस्ति, अतः इय योग अ योगति एवं रियति भवति. अजादिगणे इन्गतौ धातु अस्ति, तर्हि इ योग अन्ति इत्युक्ते प्रथमपुरुष बहुवचनस्य, तर्हि इ योग अन्ति. प्रथमतया इको यणचि तस्य प्रसक्तिः भवति, इको यणचि तु यण् करोति, परन्तु पुनः सार्वधातुकार्धधातुकयोः इत्यस्य अपि प्रसक्तिः भवति, परन्तु अत्रापि अपित् अस्ति, अतः सार्वधातुकम् अपित् इत्यनेन नित्वत् भवति, निति च इत्यनेन गुणनिषेधः भवति. पुनः अचिष्णुधातुभ्रुवां युवोर्यङ्गुवङ्गौ इत्यनेन इयङ् आदेशः भूत्वा नित् अस्ति, अतः निच्च परिभाषया इयङ् आदेशः अत्र तु इ पूर्णतया तस्य स्थाने एव इयङ् भवति इणो यन् परन्तु अत्र विशेषसूत्रमस्ति विशेषं सूत्रमस्ति इणो यण् अतः अचिष्णुधातुभ्रुवां युवोर्यङ्गुवङ्ग अपि कार्यं न करोति इणो यण् कार्यं कृत्वा यण् करोति ई स्थाने यण् अतः इदानीं नकारस्य इत्संज्ञा भूत्वा लोपः भवति केवलं य अवशिष्यते य योग अन्ति भवति अतो लोपः भूत्वा अकारस्यपि लोपः भूत्वा यन्ति भवति सम्यक् भगिनि किमर्थम् अतो लोपः स्थाने केवलं य अस्ति खलु अकारः तु य योग अन्ति अन्ति सम्यक् यकारः न तु य अतुलोपः इति न अतुलोपः तु यकार आगच्छति आमां सत्यं यकार आगच्छति तर्हि यकार योगान्ति यन्ति भवति अग्रे पठामि किं भगिनि आमां पठतु पठतु अस्तु तर्हि जुहोत्यादिगणे भी धातुः अत्र द्वित्वं भूत्वा अन्यानि अपि कार्याणि भूत्वा तत्र बिभी भवति बिभी योग अति अति पुनः प्रथमपुरुष एक बहुवचनस्य अस्ति अति बिभियोग अति पुनः इको यणचि इत्यनेन यण् भवति प्रसक्तिः भवति परन्तु सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भवितुमर्हति पुनः सार्वधातुकम् अपेत् नित्वत् कृत्वा निति च इत्यनेन गुणनिषेधः भवति अतः अचिष्णुधातुभुवां युवोर्यङ्गुवङ्गौ इत्यनेन इयङ् आदेशः भवति परन्तु इदानीम् एतत् इगन्ताङ्गस्ति इणन्ताङ्गस्ति अतः तथा तत्र असंयोगपूर्वम् अस्ति अतः एरनेकाचो असंयोगपूर्वस्य इत्यनेन यण् एव भवति अतः बिभि अत्र ईकारस्य स्थाने यकार आगत्य बिभ् योग यकार योग अति बिभ्यति भवति कथम् असंयोगपूर्व उकारः इकारः बिभि अत्र संयोग नास्ति न अतः कुत्र अत्र कुत्र प्रतिपादयतु बिभि अस्ति न तत्र संयोग नास्ति न अतः कुत्र तत्र कथं संयोगः नास्ति इति प्रतिपादयतु तदेव उक्तवती खलु बिभि अस्ति तर्हि तत्र बिभि मध्ये इकारात् पूर्व इकारात् पूर्वं संयोगः नास्ति केवलं भकारः अस्ति अतः तत्र एरनेकाचो संयोगपूर्वस्य न न केवलं बकारः अस्ति इति न वक्तव्यम् ईकारात् पूर्वं संयोगः नास्ति चेत् तत्र किम् अस्ति तत्र भकारः अस्ति केवलं बकारः नास्ति इकारः अपि अस्ति खलु ईकारबकारयोः तत्र संयोगः अस्ति आम् परन्तु ईकारात् पूर्वं यदि अहं वदामि तर्हि भकार केवलं वक्तव्यं न वा न न न पूर्वं वर्णद्वयं भवेत् खलु पूर्वं हल् वर्णद्वयम् अस्तु तर्हि बकार ईकार भकार तदनन्तरम् ईकार तर्हि तत्र बकार तथा भकार एतयोः मध्ये संयोगः नास्ति एवं वा ईकारबकारयोः संयोगः नास्ति हलोनन्तरात् संयोगः ईकार बकार तदनन्तरम् ईकार तदनन्तरं भकार तथा अतः भकार ईकारयोः संयोगः नास्ति अतः अत्र एरनेकाचो संयोगपूर्वस्य इत्यनेन यण् भूत्वा यणादेश भूत्वा तत्र केवलं यकार आगच्छति ईकारस्य स्थाने न बकार ईकारयोः संयोगः नास्ति इति उक्तवती तत्र अल्पप्राणबकारः वा महाप्राणबकारः वा महाप्राणबकार महाप्राणबकार सत्यं सत्यं यतोहि अत्र अल्पप्राणबकारः अपि अस्ति अतः श्रवणे तत्र भेदः न ज्ञातः अस्तु समीचीनम् समीचीनं, तत्र बिबि इत्यत्र दीर्घ इकारात् पूर्वं संयोगः नास्ति, बकार इकारयोः संयोगः नास्ति इति कृत्वा एरनेकाच संयोगपूर्वस्य अनेकाच् अङ्गमपि अस्ति खलु। अस्तु समीचीनं, सम्यक्। तर्हि इदानीम् अग्रे किञ्चित् वदतु, यत्र यत्र सूत्रे यन् आदेश भवति तत्र प्रत्याहार एव खलु? प्रत्याहार इनो यन् तत्र यन् इत्युक्ते प्रत्याहार यन् खलु? प्रत्याहारः यन् एव किमर्थं संशयः? भगिनी उक्तवती यन् यन् इत्युक्ते नकारलोपः या एव अवशिष्यते इति। न न न सत्यं एवमेव उक्तवती श्रुता नास्ति। यण् इत्युक्ते पुनः प्रतिपादयतु भगिनि, यण् इत्युक्ते किं? यकारः अवशिष्यते अपि न। आमां यण् इत्युक्ते प्रत्याहार, परन्तु ईकारस्य स्थाने यण् स्थानेन्तरक्रमः इत्यनेन यकार एव आगच्छति इति अस्ति। समीचीनं, सम्यक्। धन्यवादः भगिनि, धन्यवादः। अस्तु तर्हि इदानीं भगिनि भगिनि एकः प्रश्नः सम्यक् अस्ति, तत्र एरनेकाचो असंयोगपूर्वस्य इत्यनेन यण् आदेशः भवति, इनोयन् इत्यनेनापि यण् आदेशः भवति, यदि अनेकाचिति न वदति इण् इत्यस्यापि ग्रहणं भवति किल तस्मिन्? कुत्र एरनेकाचो इति? एरनेकाचो इति अत्र अनेकाचिति अस्ति खलु? न अदि तत्र सत्यं, परन्तु एकस्य धातोः कृते एव इनोयन् रचितं, यदि अनेकाचिति नास्ति सूत्रे तत्र इनोयन् इत्यस्यापि ग्रहणं भवति किल? ई धातोः कृतेपि भवति किल? अस्तु भवतु, तेन न तेन नास्ति प्रायः अन्यत्र एकाचिति अपेक्षितमस्ति, केवलम् एकाच् अस्ति चेत् तत्र न भवति, इत्युक्ते अन्य कोऽपि धातुः अत्र यत्र अस्ति अजादिप्रत्ययः, एकाच् धातुः अन्य कोऽपि धातुः कः धातुः पश्यतु, प्रायः तत्र क्लेशः भवति, तत्र अपि तत्र अतिव्याप्तिः भवति। ओ एवम्, अस्तु अतिव्याप्तिः भवति खलु? अस्तु अस्तु, सत्यं सत्यम्, अस्तु इन् धातुः ई धातुः कृते एव अपेक्षितः इति कारणात् तत्र सूत्रं पृथक्तया रचितम् इनोयन् इति प्रायः। अस्तु एकाच् अस्ति तथापि यण् इच्छ्यते। अस्तु इति तत्र नी धातुः इति उक्तं खलु, नी नियौ नियः, तत्र नी इति धातुः अनेकाच् नास्ति एकाच् एव अस्ति, तत्र यदि अनेकाच् इति न वदामः चेत् तत्रापि एरनेकाचो असंयोगपूर्वस्य इत्यस्य प्रसक्तिः स्यात्, एवं भवति चेत् अनिष्टरूपपत्तिः भवति खलु? सत्यं सत्यम्, अस्तु बहवः सन्ति प्रायः। इति कृत्वा अत्र अनेकाच् इति वक्तव्यम्, अनेकाच् इति वदति चेत् इनो इण् धातोः ग्रहणं न भवति अत्र, इति कृत्वा पृथक्तया सूत्रं रचितम्। अस्तु इदानीं तत्र उकारान्तधातोः कोष्टकं तु इण् इति धातु अस्ति, अपि च इङ् इति अस्ति, इक् इति त्रयः धातवः सन्ति खलु, तत्र इन् इत्यस्य यन्ति रूपं भवति, इङ् अध्ययने तत्र तु अधि उपसर्गः तद् त्यजतु, ईयते इति रूपम् अस्ति खलु, तत्र तु इयम् अस्ति इति भाति, ईयते इत्यत्र वा दीर्घिकारान्त धातुः वा इक् इङ् इङ् प्रथम इङ् खलु इङ् अस्तु अचिष्णुधातु भुवां योर्यङ् वङ्गौ इति इयम् आदेशः तत्र भवति, अतः एव इण् इत्यस्य नाम तत्र न तत्र इयङ् आदेशः कुतः इयङ् आदेशः अचिष्णु धातु रैट् स्नुप्रत्ययान्तं तत्र अयं तु दिवादिगणीयधातुः स्नुप्रत्ययान्तम् अङ्गं नास्ति तर्हि कुतः इयङ् आदेशः दिवादिभ्यः श्यन् इत्यत्र श्यन् इत्यत्र य इति प्रत्ययः यकारः अतः ईयते ईयन्ते तत्तु इङ् इति द्वितीयगणे अस्ति खलु एव इङ् इति वदति वा द्वितीयगणीयधातुः इति वदति वा अध्ययने इङ् अध्ययने इत्यत्र अधिपूर्वकः तत्र साक्षात् धातोः अनन्तरम् अजादिप्रत्ययः अस्ति इति कृत्वा अजिष्णु धातु ब्रुवाम एव भवति सत्यम् अतः इङ् इत्यस्य इन् इत्यस्य धातोः कृते एव इनोयन् इनोयन् अतः तत्तु एरन् एकाचो अने तेन सह किं करोत् मर्ज् कर्तुं न शक्यते सत्यं सत्यम् आमां सत्यं सत्यम् इत्युक्ते अत्र अत्र वयं पश्यामः चेत् सामान्यम् अचिष्णु धातु ब्रुवां योरि अङ्गमङ्गौ इति सामान्यम् अस्ति खलु अतः यत्र यत्र अवकाशः अस्ति सर्वत्र अचिष्णु धातु ब्रुवां योरि अङ्गमङ्गौ एव प्रवर्तते इकोयण्ट्स् इति सूत्रं प्रपाद्य तर्हि इदानीं पुनः यणादेशः आनेतव्यः चेत् तत्र इतोपि विशेषः किमपि भवेत् तदर्थम् एरनेकाचो संयोगपूर्वस्य इत्यत्र असंयोगपूर्वः इकारः अनन्तरम् अनेकात् धातुः इति इतोपि विशेषद्वयं तत्र योजितम् इदानीं यणादेशः भवति तर्हि इणोयन् इति तादृशः नास्ति इति कृत्वा तत्रापि अचिष्णु ब्रुवां यो यङ्गमः इत्येव यदि इणोयन् इति सूत्रम् अस्ति तदानीं तत्रापि धातु ब्रुवां योर्यङ्गमङ्गौ स्यात् परन्तु अस्ति चेत् तदानीम् इष्टरूपः इष्टरूपं न लभ्यते तदर्थं विशिष्टसूत्रं कृतम् नमस्ते भगिनि अपि च अत्र असंयोगः नास्ति खलु इकारात् पूर्वं संयोगः अपि नास्ति असंयोगः अपि नास्ति इति अत्र किमपि नास्ति अनेकाच एव नास्ति अनेकाच अस्ति चेदेव असंयोगसंयोगः इति व्यवहारः अस्ति खलु धातुः एकाच अस्ति चेत् तदानीं संयोगः संयोगः व्यवहारः न अस्ति अत्र एकाच् धातुः अतः एरनेकाचोः इत्यस्य प्रसङ्गः एव नास्ति एकाच् धातुः इति कृत्वा तर्हि सामान्यमस्ति अचिष्णु धातु ब्रुवां योर्यं वङ्गम् इति इङ् इङ् धातुः इणोयन् इत्यत्रापि तथैव स्यात् परन्तु तत्र विशिष्टः विशिष्टरूपमस्ति अतः विशिष्टसूत्रं कृतम् अस्तु त्रयः धातवः अदादिगणे एव सन्ति भगिनि इन् इक् अतः क्लेशः भवति कः क्लेशः क्लेशः इत्युक्ते तत्र इ इति वदामः चेत् यदि एकः एव धातुः अस्ति तत्तु भेदः नास्ति अधुना तु त्रयः धातवः सति अतः इन् इति स्पष्टतया उक्तं नो चेत् तत् इङ् इति भवति अतः तत्र ओके अत्र कोष्टकम् उकारान्तानां कोष्टकं दृष्टम् इतोपि प्रश्नः सन्ति वा नास्ति भगिनि सम्यक् अस्तु तर्हि इदानीम् अग्रे गच्छामः तत्र उकारान्तानाम् अधोभागे यद् लिखितमस्ति तदेकवारं तदपि गतवर्गे पठितं खलु आम् आं भगिनि तत् सुग्नाय शुच इति पठितमासीत् खलु आमां शुग्नादिषु च पर्यन्तं पठितमासीत् सत्यम् इत्युक्ते इदानीं विशेषशास्त्रमिति आरभ्य पठामः विशेषशास्त्रमिति तत्र किं शोभाभगिनी पठति वा आं भगिनि तत्र शुग्नादिषु इति पठितं वा आमां गतवर्गे पठितं मम स्मरणे अस्ति न पठितं न इति भगिनि न पठितं वा तत्र उकारान्तदातोः अनन्तरम् एतत् सर्वं न कृतम् ओके ओके तर्हि इदानीम् अत्र उकारान्तदातोः अनन्तरं यः भागः अस्ति तं भागं स्वीकरोतु सामान्यम् अचिष्णुदातु तद् हारते पठतु अस्तु सामान्यम् इदानीं तत्र अचिष्णुधातुभ्रुवां यो रियङ् उवङ्गौ इति सूत्रं, तदनन्तरम् अपवादः हुश्रुवोः सार्वधातुके इति सूत्रम् अपवादत्वेन, सर्वसामान्यम् इको इणचि इति सूत्रम्. इदानीं तत्र सामान्यशास्त्रम् इति इकारान्तेभ्यः ईकारान्तेभ्यः च उकारान्तधातुषु ऊकारान्तधातुषु च क्रमः भिन्नः. अत्र सामान्यशास्त्रे एकाच् अनेकाच् इत्यनुसृत्य, सामान्यशास्त्रे एकाच् अनेकाच् इति अनुसृत्य विभजनं नास्ति, किन्तु आम् इवर्णान्तेषु इयङ् इव उकारान्तधातोः साक्षात् अजादिकित् नित् प्रत्ययेन सह सम्पर्कः भवति चेत् उवङ्गः प्रसङ्गः आयाति. सामान्यशास्त्रमस्ति अचिष्णुधातुभ्रुवां योर्युङ्गुवङ्गौ इति. यथा अदादिगणे विकरणप्रत्ययस्य लुक् भवति, अतः धातोः साक्षात् तिङ्प्रत्ययेन सह सम्पर्कः. तिङ्प्रत्ययः अजाद्यपित् चेत् उवङ्ग् आदेशः. यथा तत्र अस्तु, एतावता तत्र यथा उपरि उकार ऊकार अजादि किति निति परे इति कोष्टके दत्तमस्ति प्रक्रियाः. सामान्यमस्ति उवङ्ग्, अपवादः अस्ति यण्, अपि च सर्वसामान्यं यण् इत्यत्र तत्र इको एणचि इति आगच्छति. सामान्यं सूत्रम् अचिष्णुधातुभ्रुवां योर्यङ्गुवङ्गौ, अपवादत्वेन हू धातोः हुश्रुवोः इति तत्र हू धातोः अपि च श्नु श्नु इति प्रत्यय प्रत्ययान्तस्य सार्वधातुके तत्र एतेन सूत्रेण किं भवति, हुष्णुवोः इत्यनेन तत्र वा आदेशः भवति. तत्र हुष्णुवोः इति किं वदति इति चेत् एकक्षणं भगिनि, हुष्णुवोः क्षमतां भगिनि, हू धातुः च अनेकाच् श्नु प्रत्ययान्तम् अङ्गम् तयोः असंयोगपूर्वस्य अङ्गान्तस्य उकारस्य स्थाने यणादेशः भवति अजादिसार्वधातुकप्रत्यये परे. अस्तु, तर्हि तत्र हु धातुः अपि च अनेकाच् स्नु प्रत्ययान्तम् अङ्गम्, अनेकाच् भवेत् तत्र प्रत्ययान्तम् अङ्गम्. अस्तु, तर्हि तदनन्तरं सर्वसामान्यं सूत्रं तु इको एणचि इति जानीमः. तर्हि सामान्यशास्त्रम् इत्यत्र किम् उक्तम् इति चेत् इकारान्तेभ्यः ईकारान्तेभ्यः च तथैव उकारान्तधातुषु ऊकारान्तधातुषु च क्रमः भिन्नः. अस्तु, तत्र इकारान्त ईकारान्तेभ्यः अपि च तस् किं तस्मात् अपेक्षया तत्र उकारान्त ऊकारान्तधातुषु क्रमः भिन्नः अस्ति. इदानीम् उकार ऊकारान्तधातुषु क्रमः कः इति चेत्, अत्र सामान्यशास्त्रे एकाच् अनेकाच् इति अनुसृत्य विभजनं नास्ति, किन्तु आम् तत्र इवर्णान्त इवर्णान्तेषु इयङ् इव उकारान्तधातोः साक्षात् अजादि कित् नित् प्रत्ययेन सह सम्पर्कः भवति चेत्, उकारान्तधातोः साक्षात् अजादि कित् नित् प्रत्ययेन सह सम्पर्कः भवति चेत्. अस्तु, तर्हि तत्र अग्रे किं प्रक्रिया दर्शिता अस्ति. यु इति धातुः योगः अन्ति इत्यत्र अचिष्णुधातुभ्रुवाम् इत्यनेन उवङ्ग् आदेशः भवति. यकारः योगः उ इति योगः अन्ति, युवन्ति इति वर्णमेलनेन भवति. तत्र तत्र किं अभवत् इति चेत्, साक्षात् अजादि कित् नित् प्रत्ययेन सह सम्पर्कः भवति चेत्, इदानीं तत्र यु धातुः योगः उकारान्तधातुः योगः ह्रस्व उकारान्त योगः अन्ति इति प्रत्ययः तत्र अजादि अपि च कित् नित् प्रत्ययेन सह अन्ति इति तु नित् प्रत्ययः अस्ति, यु इत्यस्य उकारस्य सम्पर्कः तादृशः अजादि किं प्रत्ययस्य अकारस्य अकारेण सह अस्ति सम्पर्कः, तर्हि उयोगः आ इति भवेत् खलु, तत्र उवङ् प्रसङ्गः आयाति इति. तत् अपि अचिष्णुधातुभ्रुवां योर् उवङ्गौ इति सूत्रेण भवति इति तत्र प्रदर्शितम् अस्ति भगिनि, युवन्ति इति. अपि च अग्रे पठानि वा पुनः अपरेषु इति? आमामां, पठतु अग्रे. पुनः अपरेषु गणेषु विकरणप्रत्ययः स्वयम् अजादि अपित् चेत् प्रसङ्गः आयाति. अपरेषु गणेषु इदानीं तत्र अस्तु, यथा तुदादिगणे विकरणप्रत्ययः शः, अनुबन्धलोपे आ इति अजादि अपित् अस्ति, यथा तत्र गु इति धातुं स्वीकृत्य इदानीं तत्र तुदादिगणे श इति विकरणप्रक्रियः प्रत्ययः, गुयोगः श, गुयोगः श इत्यस्य अकारः एव अवशिष्यते. तत्र गु इत्यस्य उकारस्य स्थाने, यतोहि तत्र पुरतः विकरणप्रत्ययस्य अकारः अस्ति इदानीम् इत्यनेन तत्र उवङ्गादेशः भवति अचिष्णुधातुभ्रुवां योरु इयङ् उवङ्गौ इत्यनेन, गायोगः उ योगः आ गुवा इति, गुवायोगः ति गुवति इति भवति. तर्हि तत्र एकम् उदाहरणमासीत्, तत् अन्यत् च दत्तमस्ति अग्रे, तदपि पठनीयं वा? तुदादिगणे अन्ते उकारान्तधातवः तथैव इति अस्तु, तर्हि तदेव प्रक्रिया. एकक्षणं भगिनि, अत्र मम प्रश्नः अस्ति, ईकारान्त ईकारान्तानाम् अपि च उकारान्त उकारान्तानाम् अनयोः द्वयोः मध्ये अत्र उक्तमस्ति अनेकाच् एकाच् अनेकाच् इति भेदः नास्ति उकारान्त उकारान्तानां, किमर्थम् एतादृशभेदः नास्ति? तत्र अनेकाच् इति भजनं नास्ति, तत्र न जानामि भगिनि किमर्थमिति. तत्र ईकारान्त ईकारान्त तत्र तु अस्ति, यतोहि तत्र यण् इत्यस्य किं यण् इत्यस्य आगमनस्य अपेक्षायाम् आदेशस्य अपेक्षायां तत्र एकाच् अनेकाच् इति स्वीकृतम् अस्ति. तर्हि तत्र सामान्य खलु, तर्हि तत्र उकार अस्ति चेत् उकारान्तधातुषु किमर्थं न इति न जानामि. अन्य कोऽपि वदति वा? अरुणा भगिनी वदतु. धातवः अनेकाच् एव उकारान्तधातवः अनेकाच् एव इति वा? केन उक्तम् अनेकाच् एव इति? यु इति धातुः तु अनेकाच् नास्ति, शक्नु इति अस्ति भगिनि, शक्नु इति धातुः तत्र अनेकाच् इति धातुः नास्ति, शक्नु इति धातुः नास्ति, शक्नु इति अङ्गं, शक् इति धातुः शक् धातुरूपं न वा इति? उत्तमम् उत्तमं. तर्हि तत्र एरनेकाचो संयोगपूर्वस्य इति सूत्रं सूत्रेण एव एकाच् अनेकाच् इति भेदः आगतः. तर्हि एरनेकाच संयोगपूर्वस्य इति सूत्रं केवलम् ईकारान्तनमेव कार्यं करोति, तस्मिन्नेव सूत्रे अनेकाच् एकाच् इति व्यवहारः अस्ति. इदानीम् अहं प्रष्टुं शक्नोमि यत् कृष्णो सर्वदत्तके इत्यत्रापि एकाच् अनेकाच् इति व्यवहारः अस्ति खलु? तत्र अनेक श्नु प्रत्ययान्तम् अङ्गं च इति अस्ति तत्रापि, कृष्णोः इत्यत्र भूधातुः तदनन्तरम् अनेका श्नु प्रत्ययान्तम् अङ्गं तयोः असंयोगपूर्वस्य इत्युक्ते सामान्य उकारान्त उकारान्तधातूनाम् एतादृशविभागः नास्ति, केवलं स्नुप्रत्ययान्तानां कूधातोः विषये एव तादृशभेदः. अतः समग्रतया ऊकारान्तानाम् ऊकारान्तानाम् एकाच अनेकाच इति भेदः नास्ति खलु. उकारान्तधातोः विषये एकाच अनेकाच इति व्यवहारः नास्ति. तत्र स्नुप्रत्ययान्तम् अङ्गम् इत्युक्ते तत्र अङ्गस्य विषये अस्ति. अत्र धातोः विषये उकारान्त ऊकारान्तधातोः विषये एतादृशभेदः नास्ति. यतोहि सूत्रमेव नास्ति तादृशसूत्रम्. यत्र अनेकाच अस्ति चेत् एवं व्यवहारः, एकाच अस्ति चेत् एवं व्यवहारः इति पार्थक्यं कर्तुं सूत्रं नास्ति खलु. अतः तत्र धातोः पुरतः अङ्गं किं तत्र उकारान्त ऊकारान्तधातुः यदा अङ्गं भवति तत्र अन्ते उकारः भवति चेत् भिन्नविषयः इति खलु. न उकारान्तधातुः इति न, उकारान्तम् अङ्गं यथा श्नुप्रत्ययान्तम् अङ्गम् उकारान्तम् अङ्गं, तत्र धातुः उकारान्तः एव भवति इति नास्ति. धातुः यः कोऽपि भवितुम् अर्हति. शक् इति धातुः उकारान्तः नास्ति. तर्हि अङ्गम् उकारान्तम् अस्ति चेत् तत्र उष्णुः सार्वधातुके इति कार्यं कर्तुम् अर्हति. परन्तु यत्र उकारान्तधातुः अस्ति साक्षात् धातुः, तस्य अनन्तरम् अजादिप्रत्ययः यत्र भवति, यथा तत्र उ इति धातुः उकारान्तः, तस्य अनन्तरम् अजादिप्रत्ययः. परन्तु अत्र सूत्रं नास्ति येन एकाच अस्ति चेत् एवं व्यवहारः, अनेकाच अस्ति चेत् एवं व्यवहारः इति तदर्थं सूत्रं किमपि नास्ति. अतः एव तादृशभेदः नास्ति उकारान्तानाम्. अस्तु अस्तु, समीचीनं, धन्यवादः भगिनी. धन्यवादः. इदानीम् अग्रे सूर्यकुमारी भगिनी भवती पठतु अग्रे. पुनः भगिनी पुनः आं पठतु ततः. पुनः अपरेषु गणेषु विकरणप्रत्ययः स्वयम् अजादि अपित् चेत् प्रसङ्गः आयाति. यथा तुदादिगणे विकरणप्रत्ययः सः सा अनुबन्धलोपेन आ इति अजादि अपित् अस्ति. उदाहरणमस्ति गु तुदादिगणे एव धातुः गु योगः स, तत्र गु परः अजादि प्रत्ययः अस्ति, अपित् प्रत्ययः आ. तत्र अपि अचिष्णु धातुभ्रुवां यो यं वङ्गौ इत्यनेन उवङ्ग आयाति. गायोगः उव योगः आ, गुव गु गुव योगति कुवति इति रूपं भवति. तद् तदादिगणे अन्ये उकारान् धातवः तदेव. अन्ये उदाहरणानि अपि अस्ति गृयोगः आ गृव, कुयोगः आ कुव, नुयोगः आ नुव, धूयोगः आ धुव, सुयोगः आ सुव. तत्र उकारान्तधातु परः किमपि प्रत्ययः आयाति, विकरणप्रत्यय वा तिनन्तप्रत्यय वा, तत्र युवङ् अचिष्णु धातुभ्रवां व्यो युवङ् वङ्गौ सूत्रम् आयाति. उकारान्त अङ्गस्य परः एका च अनेका च अपि भेदः नास्ति इति मम अवगमनं भगिनि. आमामाम्, उवङ्गादेशः अत्र उकारान्तधातुः अस्ति चेत् तत्र सामान्यतया उवङ्गादेशः भवति इति ज्ञायते. अग्रे अपि पठतु तत्र. तर्हि धातुः उकारान्त चेत् अजादपित् प्रत्ययेन सह सम्पर्कः चेत् अचिष्णु धातुभ्रुवं योर्यङ्गौ इति सामान्यशास्त्रं. पुनः अन्यप्रसङ्गः अस्ति यत्र सामान्यं प्रवर्तते संयोगपूर्वं स्नुप्रत्ययान्तङ्गं, तत्रापि अजादौ कितिमिति प्रत्यये परे उवङ्गादेशो विहितः. तत्र अचिस्नुधातुभ्रुवं योर्यङ्गो सूत्रं संयोगपूर्वः उगन्तङ्गमस्ति, तत्रापि उवङ्गादेशो भवति इति वदति. उदाहरणमस्ति सेक् योग स्नु सेक्नु, तत्र संयोगपूर्वः उकारान्त अङ्गमस्ति. सेक्नु योगः अन्ति अपि तजातिप्रत्ययः अस्ति. सेक् तत्र अपि उवङ्गायाति सेक्नु शक्नुवन्ति इति रूपं भवति. स्वादिगणे सर्वे हलन्तधातवः अपि तथा, यतोहि धातु स्नु इत्यनयोः मेलनेन संयोगः निष्पद्यते एव. उदाहरणमस्ति स्वादिगणस्य उदाहरणमस्ति आप्योगः स्नु, तत्र अपि आप्नु संयोगः अस्ति, उकारान्तङ्गमस्ति, जाति अपि प्रत्ययपरः अस्ति, तत्र अपि उवङ्गादेशः भवति. आप्योगः उव अन्ति आप्नुवन्ति इति रूपं भवति. तदेव अन्य धातवः सद्वियोगः स्नु सग्नु भवति सग्नुवन्ति. तदेव चम्योगः स्नु चम्नु चम्नुवन्ति. अस्योगः स्नु अश्नुवन्ति. तृप्योगः स्नु तृप्नुवन्ति. तत्र विशिष्टमस्ति धातुः तत्पर्यन्तं अत्र एकं वदतु. तृप्नुवन्ति भवितुमर्हति विशिष्टसूत्रमस्ति इति उक्तं. नत्वं न भवति इति खलु, तत्र नत्वस्य निषेधः. इत्युक्ते भवती वदतु, अत्र सर्वत्र भवती उक्तवती अजादि कितिनिति प्रत्यये परे इति. कितिनिति इति व्यवहारः कुतः आगतः? किमर्थं कितिनिति प्रत्यये परे इति वक्तव्यम्? अपित् अस्ति चेत् किमर्थमेवं वक्तव्यम्? अपित् अस्ति चेत् इति किमर्थं वक्तव्यम्? अपि सूत्रे तु तथा न उक्तं खलु. गुणः भवति भगिनि. हा सत्यं, पित् प्रत्ययः अस्ति चेत् गुणः भवति. गुणः प्राप्यते तर्हि इकारान्तधातुः उकारान्तधातुः पित् प्रत्ययः परः चेत् अथवा श्नुप्रत्ययान्तम् अङ्गमपि अस्ति चेत् पित् प्रत्ययः परः चेत् गुणः भवति. अतः अचिष्णुधातु ब्रुवां युवर् याङ् अङ्गौ इति सूत्रे केवलम् अचि परे इति उक्तं, तथापि अजादि कितिनिति प्रत्यये परे इति अस्माभिः अवगन्तव्यम्. सम्यक् सम्यक् समीचीनं, धन्यवादः भगिनि, सम्यक्तया उक्तवती. तर्हि इदानीं तत्र त्रिप् धातोः णत्वं न भवति इति अत्र अस्ति. वंसी भगिनी पठति वा? आं भगिनि. त्रिप् धातुः क्षुब्नादिगणे अस्ति. क्षुब्नादिषु च इति सूत्रम् अष्टमाध्याये चतुर्थपादे ऊनचत्वारिंशत्तमं सूत्रमस्ति. क्षुप्नादिगणे पठितानां शब्दानां नकारस्य स्थाने नकारादेशः न भवति. क्षुप्ना आदिर्येषां ते क्षुप्नादयः तेषु क्षुप्नादिषु क्षुप्नादिषु सप्तम्यन्तं च अव्ययपदं द्विपदमिदं सूत्रं. दशाभ्यां नूनः समानपदे इत्यस्मात् नः नः इत्यनयोः अनुवृत्तिः नाभाभूभू कमि गमिप्यायि वेपाम् इत्यस्मात् न इत्यस्य अनुवृत्तिः तयोर्स्यावचि संहितायाम् इत्यस्मात् संहितायाम् इत्यस्य अधिकारः अनुवृत्तिसहितसूत्रं. क्षुप्नादिषु च नः नः न संहितायाम् अने सूत्रमस्ति. क्षुप्नादिषु च इति सूत्रमस्ति अष्टमाध्याये चतुर्थपादे अस्ति. एतत्तु नत्वप्रकरणस्य सूत्रमस्ति, निषेधकसूत्रमस्ति. अतः तत्र कुत्र नत्वं न भवति इति सूत्रस्य विवरणमस्ति. क्षुप्नादिगणः एकः गणः अस्ति. अस्मिन् गणे याः शब्दाः पठिताः याः शब्दाः पठिताः तेषां ये शब्दाः पठिताः याः शब्दाः ये शब्दाः पठिताः तेषां दन्त्यनकारस्य स्थाने मूर्धनि नकारादेशः न भवति. यद्यपि तत्र निमित्तमस्ति, निमित्तं रेपः नत्वं नो चेत् ऋकारः तदपि अस्ति. अट् उक्वाङ्नुं न्यवायति इति सूत्रेण यदि तत्र नत्वं प्राप्नोति तथापि तत्र नत्वं न भवति इति सूत्रं वदति. क्षुप्नादिषु इति तु क्षुप्ना इति बहुव्रीहिसमासः अस्ति, आदिर्येषां ते बहुव्रीहिसमासः. क्षुप्नादयः तेषु इति तु सप्तम्यन्तं पदमस्ति. च इत्यनेन पूर्वसूत्रमस्ति प्रायः, तत्रापि तत्र नत्वं न भवति. प्रायः तत्र सूत्रं न जानामि, तत्र तस्मात् पूर्वं यत् सूत्रमस्ति तत्रापि निषेधः अस्ति इति कारणात् च इति उक्तम्. अतः पूर्वसूत्रे यत् निषेधः जातः तदपि अस्मिन् सूत्रे वर्तते इति भवति. अपि च अनुवृत्तिसहितसूत्रमस्ति, क्षुप्नादिषु च नः नः न संहितायाम् इत्युक्ते तत्र नः इति तु षष्ट्यन्तं पदमस्ति. नः मूर्धन्यनकारः तु प्रथमान्तमस्ति, यतोहि आदेशः अस्ति. तत् आदेशः न भवति इति सूत्रं वदति. क्षुप्नादिषु गणे ये शब्दाः सन्ति तेषां नत्वं न भवति इति निषेधः सूत्रमस्ति. केन सूत्रेण नत्वं प्राप्तं तत्र? प्रायः अट्कुप्वाङ्नुं अत्र तु तृप्वन्ति इति तु अट्कुप्वाङ्नुं व्यवायेपि इति सूत्रेण भवति. ऋकारः निमित्तमस्ति, पकारः नकारः पकारः अकारः पकारः व्यवधानमस्ति, तस्मात् अनन्तरं नकारस्य नत्वं भवेत्. परन्तु तृप् इति धातु क्षुप्नादिगणे अस्ति इति कारणात् तत्र नत्वं न भवति. सम्यक् सम्यक् समीचीनं, धन्यवादः भगिनि. अग्रे वाक्यद्वयमस्ति, तदपि पठतु एकवारम्. हा अस्तु. ध्येयं यत् अचिष्णु धातु ध्रुवां युवोरियुम् उवङ्गौ इति सूत्रेण एकमेव विकरणप्रत्ययान्तम् अङ्गं यस्य उवङ् भवति. स्वादिगणेषु प्रत्ययान्तम् अङ्गं तत् अतिरिच्य सर्वे धातवः एव इकारान्ताः उकारान्ताः च. अस्तु, तत्र अचिष्णु धातु ब्रुवां युवरिङ्गौ इति सूत्रं तु इकारान्तधातूनाम् उकारान्तधातूनां एव कार्यं करोति. परन्तु सूत्रं किं वदति इति एकमेव विकरणप्रत्ययः तत्र एकस्य विकरणप्रत्ययस्य एव तत्र अस्मिन् सूत्रे अन्तर्भावः अस्ति इत्युक्ते श्नु प्रत्ययान्तं इति श्नु प्रत्ययान्तम् अङ्गं यत् अस्ति. परन्तु स्वादिगणे कुष्णुवोः सार्वधातुके इत्यनेन तत्र भवति किल भगिनी, विक्रणप्रत्ययान्तम् अङ्गम् अस्ति उवं भवति. अस्तु, तत्र तु असंयोगपूर्वकः भवेत्. परन्तु यदि संयोगपूर्वकः भवति तत् न भवति किल भगिनी, तत्र असंयोगपूर्वः अस्ति वा संयोगपूर्वकः तत् स्मरामि. आमां, विष्णुः सर्वधातुके इत्यत्रापि अनेकाचङ्गम् असंयोगपूर्व उकारः भवेत्, असंयोगपूर्वकः भवेत्, असंयोगपूर्वः भवेत्. परन्तु यदि संयोगः अस्ति तर्हि तु अचिष्णुधातुपूर्वमेव कार्यं कर्तुम् अर्हति, यतोहि तत्र असंयोगपूर्वः भवेत्. अतः श्नुधातु प्रत्ययान्तम् अङ्गमपि अस्मिन् सूत्रे अन्तर्भावः अस्ति, यतोहि उकारान्तम् अङ्गं भवति इति कारणात् एकस्य अङ्गस्य एकस्य प्रत्ययस्य कृते अस्य सूत्रस्य प्रवृत्तिः भवति. तदतिरिच्य सर्वे धातवः एव इकारान्त उकारान्ताः च, इत्युक्ते सामान्यरीत्या इकारान्तः उकारान्तः धातवः एव भवति. परन्तु विकरणप्रत्ययः एकः एव विकरणप्रत्ययः अस्ति, यत्र उकारान्तविकरणप्रत्ययः अस्ति. स्वादित्यः श्नु इत्यनेन तत्र श्नु इत्यनेन उकार अन्ते भवति इति कारणात् अङ्गम् उकारान्तमङ्गं भवति, तस्मात् अस्य सूत्रस्य प्रवृत्तिः भवति इति अस्ति. सम्यक् सम्यक् समीचीनं. तर्हि इदानीम् अत्र एतावता ईकारान्तानाम् उकारान्तानाम् अस्माभिः पठितं, तर्हि कोऽपि सारांशरूपेण वक्तुमिच्छति वा? विजयलक्ष्मी वदति वदति वा, ईकारान्तानां किं किं भवति इति वदतु सारांशरूपेण. ईकारान्तानां सारांशरूपेण सामान्यकार्यं तु अजिष्णुधातुभ्रुवां योर् यङ् वङ्गौ इति, तस्य अपवादरूपेण एरनेकाचो असंयोग एहे अनेकाचो हा सो एरनेकाचो असंयोगपूर्व पूर्वस्य इति अचिष्णुधातुभ्रुवां युवो यं वङ्गौ इत्यस्य अपवादभूतसूत्रमस्ति. इको यणचि इति तु अत्र प्रायः केवलं इन् धातोः कृते इनोयण् इति सूत्रेण यण् भवति. तत्र इको यणचि द्वारा भवति वा इनोयन् द्वारा भवति वा भगिनि? कुत्र? इनोयन् इन् धातोः इनोदा इन् धातोः विषये तु इनोयन् इति निर्णयः भवति खलु. इनोयन् इत्यपि अपवादः. तर्हि कस्य अपवादः? इकारान्तेषु कस्य अपवादः? इयङ् वङ्गौ इत्यस्य अपवादः. उकारान्तेषु तत्र प्रथमं तु अजिष्णुधातुभ्रुवाम् इति सूत्रम् आयाति. भगिनि इकारान्तेषु एरनेकाचु इति उक्तवती खलु? आम्. ओके, इदानीम् उकारान्त उकारान्तेषु तत्र प्रथमं तु अचिष्णुधातुभ्रुवं तत्र किम् एकाच् अनेकाच् इत्यस्य तत्र प्रायः प्रसङ्गः अस्ति वा? प्रायः इति नास्ति एव. नास्ति एव. अपि च अचिष्णुधातुभ्रुवाम् इत्यत्र तु संयोगः असंयोगः इति किमपि नास्ति. अतः संयोगः भवतु वा न भवतु तस्य तु कार्यं भवति. केवलं हु इति धातु अपि च श्नु इति प्रत्ययस्य यदा किं भवति श्नु प्रत्ययस्य हुष्णुवोः सार्वधातुके तत्र असंयोगः पूर्वः भवेत् खलु भगिनि? आम्. असंयोगः पूर्वः भवति चेत् उकारः असंयोगः पूर्वः उकारः भवति चेत् अपि च हु इति धातोः कृते अपवादरूपेण हुष्णुवोः सार्वधातुके इति सूत्रम् अचिष्णुधातुभ्रुवां युवो यङ् वङ्गौ इत्यस्य अपवादभूतसूत्रमस्ति. अपि च सामान्यम् इको यणचि इत्यपि आयाति वा उकारस्य? सर्वसामान्यम् इको यणचि तत् प्रबाद्य अचिष्णुधातुभ्रुवाम् इति अङ्गाधिकारे अस्ति इति कृत्वा विशेषकार्यं तदपि कुत्रापि कार्यं करोति. तनु इत्यत्र तनादिगणे उकारः एव किम् अस्ति विकरणप्रत्ययः अस्ति. तत्र उकारस्य इको यणचि इत्यनेन वकारः भवति. अतः तत्रापि उकारान्तेषु तत्र इको यणचि इति अपि कार्यं करोति. परन्तु इकारान्तेषु इको यणचि न उकारान्तेषु इति न वक्तव्यं. तनु इति उकारान्तधातुः नास्ति. हा तत्र उकार प्रत्ययः यदा भवति उकारान्तम् अङ्गम् अस्ति. अचिष्णुधातुभ्रुवाम् अचिष्णुधातुभ्रुवाम् इति सूत्रं तु उकारान्त अङ्गानां नास्ति. केवलं स्नू प्रत्ययान्तानाम् उकारान्तधातुरूपी अङ्गम् इकारान्तधातुरूपी अङ्गम्. अतः तनु इत्यत्र कार्यं न भवति. तनु इति तु अङ्गं नास्ति. तनु इति तु धातुः नास्ति. धातु नास्ति. तन् इति एव तत्र तु प्रसादः एव नास्ति. तावदेव उकारान्तेषु अत्र उकारान् कृष्णोः सर्वदासिके इति उक्तवती वा यत्र संयोगपूर्वकारः? अपि च श्नु प्रत्ययान्त असंयोगपूर्वः पूर्वः अङ्गः भवति चेत् तत्र हुष्णोः सार्वधातुके कार्यं करोति, सार्वधातुके प्रत्यये परे. समीचीनं, सम्यक्. अस्तु, तर्हि इदानीं तत्र विशेषशास्त्रमिति अरुणा भगिनी पठति वा? विशेषशास्त्र अपवादभूतसूत्रम् एकमेव उष्णवोः सार्वजातिके, अनेन ओवं स्थाने यण् आदेशः. हू धातुः उकारान्त अस्ति, धातिगते अने सन् साक्षात् तस्य अजादिकित्पत्तेः सह सम्पर्कः भवति, किन्तु अपवादभूतः अयं धातुः. अयं धातुः साक्षात् उक्तः सूत्रे तूष्णवोः सार्वधातुकेन यन् जुः युगः अति, जुः युगः वा युगः अति जुह्वति इति रूपं निष्पन्नं भवति. अन्यमस्ति असमयोगपूर्वं युप्रत्ययान् अङ्गम् अस्ति चेत् पूर्वं प्रबाद्य तूष्णोः सार्वधातुके इति सूत्रेण स्वाभिगणीय यावन्तः अजन्तदातवर्तन्ति तेन ते सर्वे अस्यां श्रेण्याम् अन्तर्भूताः. ओके, विशेषसूत्रं कारान्त धातु ध्वत्यादिगणे धातु नुप्रत्ययः अङ्गम् अस्ति धातुतः, पर उवं स्थाने यन् आदेशः भवति. सूत्रमस्ति हूस्तुवोः सार्वधातुके इति. प्रथमं हू इति एकाचस्ति उकारन्तः अस्ति, जुहोत्यादिगणे अस्ति कारणतः अभ्यासकार्यमपि कृत्वा जुः इति रूपं भवति. अत्रापि वयं जानीमः हू धातुतः सप् विधीयते, परन्तु हू वचनेन लोपः भवति, तदेव धातुतः परे प्रत्यय वयं पश्यामः. नाम अधुना हू योगः युः योग अति अति अजादि अस्ति, चित् अस्ति निप्रत्यय अथवा सुधातु भवामि ओ योगौ प्रबाद्य उष्णोः सार्वधातुके सूत्रेण स्थाने वकारादशति जुह्वति इति रूपनिष्ठनं भवति. नूपस्य योगे धातुः अस्ति चेत् तत् धातुः असंयोगपूर्वः नूपस्याङ्गम् अस्ति चेत् पूर्वम् अबाध्य उष्णोः सार्वधातुके सूत्रेण यन् आदेशः भवति. वयं पठितवन्तः संयोगप्रत्ययाप्रत्ययान्तप्रत्यये परे अजिष्णु ब्रुवां युवो युवाङ्गौ इति सूत्रेण ओवां यङ् ओवान् आदेशः भवति. परन्तु अधुना नु दा प्रत्यय अस्ति असंयोगपूर्वः अस्ति, अनेन पूर्वं नकार एव अस्ति, अन्या हलन्तं नास्ति हलन्ति. अतः अत्र हूष्णोः सार्वधातुके सूत्रेण यन् आदेशः भवति. सूत्रं केवलं स्वाधिकरणे एवमेव ऋणु ऋण् ऋण्वन्ति सुनु सुन्वन्ति इति उक्तवती वा? ओके, चि यवस्तु चिनु चिनु यव अन्ति चिन् यव वा अन्ति चिन्वन्ति भवति. रि यवस्नु ऋणु अन्ति ऋण्वन्ति ऋण्वन्ति. नो अस्ति समाप्तं भवति अट्कुप्वां खलु न अट्कुप्वां श्रूयवश्नु श्रुणु नन्वन्ते भवति कुरु यवश्नु श्रुणु प्रोदातुकारस्ति अतः तदनु भवति अस्तु स्वामिजनेन नत्वं भवति समीचीनम् इति इदानीमेव चर्चितं सम्यक् सम्यक्तया उक्तवती धन्यवादः इदानीं तत्र सर्वसामान्यशास्त्रमिति किम् अनेव भगिनी पठति वा आं भगिनि सर्वसामान्यशास्त्रम् इको वेणु इत्यत्र नत्वं साक्षात् अनन्तरम् अस्ति खलु रकारात् न रि इति अस्ति खलु इर् इति नास्ति रि इति अस्ति र इ रि इकारः एव अनन्तरम् अस्ति खलु प्रु इत्यत्र न ऋणु इत्यत्र अट्कुपाङ्गं व्यवाय अपि इत्यनेन प्रु इत्यत्र हा प्रु इत्यत्र तु रसाभ्यां नोणः खलु भगिनी तु ऋणु इत्यस्मिन् विषये उक्तवती प्रु इत्यस्य विषये न उक्तवती आम् अस्तु भगिनि इको एनर्जि अत्र अस्माभिः दृष्टं यत् यत्र कुत्रापि इकारान्तधातुरूपी अङ्गात् उकारान्तधातुरूपी अङ्गात् अथवा उकारान्तविकरणप्रत्ययान्तात् अङ्गात् अजादि कित्यित् प्रत्ययः भवति तत्र सदा इको यणचि आगत्य यन् विदधाति किन्तु एतावता सर्वत्र इको यणचि इति सूत्रस्य कार्यं बाध्यते सार्वधातुकलकारेषु एकस्मिन् एव स्थाने एतादृश्यां स्थित्याम् इको यणचि इत्यनेन यणः प्राप्तिः तनादिगणे उ इति विकरणप्रत्ययः अनेन प्रत्ययसहितम् उकारान्तमङ्गं निष्पद्यते किन्तु श्नु प्रत्ययान्तमङ्गं नास्ति इति कारणतः अचिष्णु धातु ब्रुवां युवरेङौ इत्यस्य प्रसक्तिः नास्त्येव अतः तनादिगणे सर्वसामान्यशास्त्रेण यण अत्र पूर्वं यत् दृष्टं श्नु प्रत्य विकरणप्रत्ययः अस्ति चि योगः श्नु इत्यादि तत्र श्नु विकरणप्रत्ययः अस्ति अतः हुष्णु सार्वधातुके इति विशेषसूत्रं प्रवर्तते यत्र विकर्णप्रत्ययः उ इत्येव अस्ति तत्र तनादिगणे उ इति विकर्णप्रत्ययः अस्ति तत्र उकारान्तम् अङ्गम् इति भवति तत्र श्नु विकर्णप्रत्ययान्तं न भवति अतः सूत्रद्वयस्य अपि प्रसक्तिः नास्ति उष्णुः सार्वधातुके इत्यस्य अपि प्रसक्तिः नास्ति अचिष्णु धातु भुवां युवरेङौ इत्यस्यापि प्रसक्तिः नास्ति उदाहरणं भवति तन् इति धातुः तत्र उकारान्तधातुः नास्ति नापि तत्र श्नु विकर्णप्रत्ययः अस्ति अतः तनुयोगः उ इत्यत्र तनु इत्येव भवति तदनन्तरम् अन्ति इति प्रत्ययः अस्ति चेत् तत्र इको यणचि इत्यस्य प्रवृत्तिः एव भवति किमर्थम् अचिष्णु धातु ब्रुवाम् इति कार्यं न करोति तत्र धातुः उकारान्तः नास्ति तनु इति तनु इत्यस्य धातुसंज्ञा नास्ति वा धातु तत्र अङ्गम् इति भवति किल उकारान्त अङ्गं भवति तनु इति धातु नास्ति वा धातुः न तर्हि कः धातुः अत्र तन् इत्येव भवति किल सत्यं तन् इति एव धातुः तनु इति उकारान्तम् अस्ति परन्तु धातुः नास्ति इति कृत्वा तनु इत्यत्र अचिष्णु धातु ब्रुवाम् इत्यस्य प्रसङ्गः एव नास्ति अचिष्णु धातु ब्रुवाम् इति त्रिषु स्थलेषु इकारान्तधातुः उकारान्तधातुः अनन्तरं स्नु प्रत्यान्तम् अङ्गं तस्य साक्षात् अनन्तरं तस्मात् अनन्तरम् अजादिप्रत्ययः भवेत् अत्र तनु इत्यत्र तादृशं नास्ति स्नुप्रत्यान्तम् अङ्गमपि नास्ति उकारान्तधातुः अपि नास्ति इति कृत्वा प्रसङ्गः नास्ति अतः सर्वसामान्यम् इकोयणचि अस्तु भगिनि अतः तनु इत्यस्य तनुयोगः अन्ति अत्र इकोयणचि एव कार्यं करोति उकारस्य वकारादेशः भवति तन्वन्ति इति भवति एवमेव क्षण योगः तदपि एतस्मिन् तनादिगणे एव अस्ति अतः क्षणयोगः ऊति क्षणु इति अङ्गम् अस्ति क्षण्वन्ति इति भवति सन् धातुः योगः ऊ विकर्णप्रत्ययः तनादिगणे सनु इति अङ्गं सन्वन्ति इकोयनचि इत्यनेन मन् इति धातुः उकारः विकर्णप्रत्ययः मनु इति अङ्गम् अन्ति इत्यस्य प्रत्ययस्य योगेन मन्वन्ति इति इकोयणचि इत्यनेन वन् धातुः उकारः विकर्णप्रत्ययः तनादिगणे वनु इति अङ्गम् इकोयणचि एव प्रवर्तते मन्वन्ति इति भवति समीचीनं समीचीनं भगिनि धन्यवादः सम्यक् तर्हि इदानीम् इतोपि उमा भगिनी अग्रे पठति वा कुत्र अस्ति न जानामि न जानाति वा वर्गे एव अस्ति खलु भवती तत्र सर्वसामान्यशास्त्रमिति अस्ति खलु इको एणचि अन्ते अन्ते अन्ते पुष्टो सार्वदातुके अस्ति न भवती अत्र करपत्रात् यदा यद् जनाः पठन्ति तदानीं तत्र न पश्यति वा इत्युक्ते भगिनि सर्वदा एवमेव भवती करोति इत्युक्ते केवलं श्रवणम् इति नास्ति अत्र करपत्रमपि पुरतः स्यात् यदा जनाः पठन्ति तदानीं भवती अपि पठतु किन्तु न लब्धम् न लब्धम् इत्युक्ते सर्वसामान्यशास्त्रम् इको एणचि इति अस्ति खलु तनु तन्वन्ति इति सर्वम् इदानीं भगिनी पठितवती अस्तु तर्हि किं लक्ष्मीभगिनी पठतु आं भगिनि पठामि सर्वसामान्यनियमः तु इको एणचि अस्ति इति स्मर्यताम् इदं सूत्रं प्रभाद्य एव अचिष्णु धातुप्रुवां युवर्यङ्वङौ कार्यं करोति उवङ् विधीयते उकारान्तधातुः अस्ति चेत् अथवा शुप्रत्ययान्तम् अङ्गम् अस्ति चेत् तनधातुः न उकारान्तधातुः न वा तस्य अङ्गं श्नुप्रत्ययान्तम् इकोयणचि इत्यस्य प्रसक्तिः अस्ति यथा सर्वत्र अजादिप्रत्यये परे अत्र अचिष्णु धातुभ्रुवां युवर्यङ् वङौ इति सूत्रं न बाधते अतः इको यणचि इत्यनेन एव यणादेशः विहितः अत्र पूर्वं यद् यत्र उदाहरणानि दत्तानि अस्य कृते उक्तम् अस्ति यत् यत्र तनु मनु वनु इत्यत्र अचिष्णु धातुभ्रुवां युवर्यङ् वङौ इत्यस्य प्रसक्तिः अपि नास्ति प्राप्तिः अपि नास्ति यतोहि अत्र धात्वङ्गम् उकारान्तधात्वङ्गं नास्ति अङ्गमेव उकारान्तमङ्गम् अस्ति किन्तु धात्वङ्गं तु उकारान्तं नास्ति इति कारणात् अत्र अचिष्णु धातु ब्रुवां युवोरियङ् वङ्गौ इति सूत्रं न प्रवर्तते अतः अङ्गम् उकारान्तम् अस्ति परन्तु धातु उकारान्तं नास्ति धातु अङ्गम् इति चेत् समानकार्यं, धातु यत्र अङ्गम् उकारान्तम् इति, धातु अङ्गम् इति चेत् धातुः अङ्गमपि अस्ति खलु, न योरिव इयङ् उङ्गौ तत्र तु केवलं धातु इति अस्ति खलु, धातुयन्त्र अङ्गः धातु धातुरूपी अङ्गम् इति अर्थः, यत् उकारान्तधातुरूपी अङ्गम् अथवा इकारान्तधातुरूपी अङ्गं यत्र वर्तते अथवा श्नु प्रत्ययान्तम् अङ्गं यत्र वर्तते तत्र इयङ् उवङ् आदेशः इति, इत्युक्ते धातुः अङ्गम् अपि भवेत् किन्तु अङ्गं धातुः इदानीं विकर्णप्रत्ययस्य योजनेन धातुत्वं नश्यति इति अत्र अर्थः, विकरणप्रत्ययस्य योजनेन पूर्वमेव धातु उकारान्तः वा इकारान्तः वा भवति चेत् तत्र एव कार्यं करोति खलु, सत्यं सत्यं, धातुत्वं नश्यति इति न, धातुः धातुत्वं नश्यति इति न, इत्युक्ते इदानीमपि तन् इति धातुः अस्ति चेत् ततः उ इति प्रत्ययं योजयामः चेत् तनु इत्यस्य अङ्गसंज्ञा अस्ति, परन्तु तस्य तस्मिन् अन्तर्निहितः यः भागः अस्ति तन् इत्यस्य धातुसंज्ञा इदानीमपि अस्ति, परन्तु तनु इत्यस्य धातुसंज्ञा नास्ति, अतः नश्यति इति न वक्तव्यम्, धातुसंज्ञा अस्ति परन्तु अन्तर्निहितभागस्य अस्ति, सम्पूर्णस्य नास्ति, अस्तु वदतु, इको यणचि इति सूत्रस्य सूत्रं न बाधते अतः तदेव अत्र कार्यं करोति, इको यणचि भूत्वा अत्र वन्वन्ति तन्वन्ति मन्वन्ति इत्यादि रूपाणि अपि भवति इति प्रदर्शितम्। अग्रे अचिष्णु धातुप्रुवां युवरियङ् वङौ इत्यस्य सार्वधातुकलकारेषु तर्हि आहत्य केषु धातुगणेषु प्रसक्तिः भवति इति प्रश्नः, इत्युक्ते अस्य सूत्रस्य प्राप्तिः कस्मिन् कस्मिन् गणे भवति इति प्रश्नः। तुदादिगणे अदादिगणे अपि स्वादिगणे जुहोत्यादिगणे इति शीर्षिकः, तुदादिगणे रियोग पठानि किं भगिनि? आमाम् अवश्य पठतु। तुदादिगणे रियोग आचिष्णुधातु ब्रुवामि युवो रियङ् वङौ इत्यनेन इयङ् आदेशः, ऋयोग इय योग आयोगति रियति, गुयोग शयोग गुयोग आ अचिष्णु धातुप्रुवम् इवर्यङ् उवङौ उवङ् आदेशः, गुयोग उयोग आयोग ति गुवति, रियति गुवति इका रियति रि इति इकारान्तं धात्वङ्गं, गु इति उकारान्तधात्वङ्गं, द्वयोः च अचिष्णु धातुप्रुवम् इवोर्यङ् उवङौ इति सूत्रेण इयङ् आदेशः अपि च उवङ् आदेशः क्रमेण भूत्वा रियति गुवति इति रूपद्वयम्। अदादिगणे इङ् अध्ययने इत्यत्र अधियोग ईयोग अते इत्यत्र अचिष्णु धातु ब्रुवाम् युवोरियङ् उवङौ इत्यनेन इयङ् आदेशः भवति, इकारस्य अन्तिम इकारस्य अधियोग इ इत्यत्र, तर्हि अत्र अधियोग इ इत्यत्र इकारस्य स्थाने इयङ् आदेशः भूत्वा इय इति भूत्वा अधियोग इयोग अते अधीयते इति अन्तिमरूपं, युयोग अन्ति इत्यत्रापि उकारान्तधात्वङ्गम् अचिष्णु धातु ब्रुवामि युवोरियङ् उवङ् इत्यनेन उवङ् आदेशः भूत्वा युयोग उव् योग अन्ति उकारस्य स्थाने उवङ् उव् आदेशः युवन्ति इति रूपं निष्पद्यते। स्वादिगणे शक् योगः अस्तु भगिनि सम्यक् अस्ति धन्यवादः भगिनि धन्यवादः भगिनि सम्यक् अस्ति समीचीनम् किमपि वक्तव्यं वा केनचित् अस्तु तर्हि किं मीना भगिनी पठितुमिच्छति वा आं भगिनि पठामि अधादिगणे वा आमां किञ्चित् ध्वनिः न्यूनीकरणीयः बहु अधिकमस्ति इदानीमेव वा किञ्चित् न्यूनीकरोतु भगिनि बहु अधिकमस्ति स्वादिगणे भगिनि इदानीं भगिनि अस्तु पठतु इदानीं मया न श्रोतुं न शक्यं भवत्याः ध्वनेः अहं किमपि न वदामि इदानीं भवती वदतु तदनन्तरम् अहं भवती म्यूट् करोतु तदनन्तरम् इन्क्रीस् करोतु अदादिगणे इन् अध्ययने अधियोगः इ योगः तदभवत् अग्रे ओ स्वादिगणे वा अस्तु ओके स्वादिगणे शक् योग श्नु योग शक्नु भवति तदनु शक्नु योगः अन्ति अचिष्णु धातु भवाम् युवर् यङ् युवौ इत्यनेन ऊं शक् योगः उव् योगः अन्ति शक्नुवन्ति शक् इति धातुः अस्ति श्नु इति प्रत्ययः विकरणप्रत्ययः अस्ति तत्र शक्नु इति अङ्गं भवति शक्नु योगः अन्ति तत्र अन्ति इति अपि प्रत्ययः अस्ति शक्नु तत्र उकारः श्नु अचिष्णु धातु ब्रुवां योर्यवङ्गौ इति सूत्रेण श्नु श्नु इति योजनेन तत्र उकारः अस्ति तत्र शक्नु अन्ति तत्र उकारः शक्न् उकारस्य उवङ् भवति इत्यनेन शक्न् योगः उव् योगः अन्ति शक्नुवन्ति जुगोत्यादिगणे अपि भवति अतिष्णु धातु ब्रुवां यङ् उवङ्गौ इति सूत्रं प्रसक्तिः अस्ति ह्रि धातु तत्र द्वित्वं भवति तत्र जिह्री भवति जिह्री योगः अति अति इति बहुवचने प्रथमपुरुषे भवति तत्र जिह्री अति इत्यनेन ईकारस्य जिह्र योगः इयङ् भवति तत्र अति जिह्र इय योगः अति जिह्रियति अचिष्णु धातु ब्रुवान् इति सूत्रेण इयङ् भवति तत्र एकः अन्तिमप्रश्नः पठामि वा आमां पठतु एकः अन्तिमप्रश्नः उदेति केचन उकारान्तदातवः सन्ति येषाम् उवम् आदेशो न दृश्यते एव सार्वधातुकलकारेषु तत् किमर्थम् यथा भूधातुः भुवादिगणे तस्य उवम् प्रसङ्गः नैव आयाति सार्वधातुकलकारेषु एतावता कारणं प्रायः जानन्ति अत्र विकरणप्रत्ययः शप् पित् अस्ति सार्वधातुकलकारेषु शप् सर्वदा आयाति अतः धातोः साक्षात् अजादि कित्गित् प्रत्ययेन सह सम्पर्कः न कदापि भवति तत्र प्रश्नः उदेति तत्र अन्ये उकारान्तदातवः सन्ति तत्र उदाहरणं भूधातु इति अस्ति तत्र भुवादिगणे अस्ति तत्र तत्र भूधातु योगः शप् विकरणप्रत्ययः अस्ति सार्वधातुकलकारेषु भूधातु शप् विकरणप्रत्ययः तत्र किमर्थम् ऊकारः तत्र अचिष्णु धातु इति अचि प्रत्यय अच् प्रत्ययः अस्ति शप् इति अकारः अस्ति परन्तु शप् प्रत्ययः पित् अस्ति तत्र मित् मित् नास्ति तस्मात् तत्र अचिष्णु धातु भुवो योङ् वाङ् इति सूत्रस्य प्रसक्तिः नास्ति तस्मात् कारणात् अत्र विकरणप्रत्ययः शप् अस्ति भू योगः अ इति अन्ति तत्र अन्ति तत्र भू योगः अ तत्र गुणं भवति प्रथमं तत्र भू योगः योगः अन्ति तत्र एक एचो यावः इति सूत्रेण भू योगः भव भवति भव योगः अन्ति भवन्ति इति भवति अन्तिमरूपम् अत्र भू अन्ति इत्यनयोः साक्षात् सम्पर्कः नास्ति, अतः उवम् आदेशस्य अवसरः न प्राप्यते. तत्र भूयोगः अन्ति तत्र इत्यनयोः साक्षात् सम्पर्कः अतः नास्ति, उवम् अतः उवम् आदेशस्य अवसरः एव न प्राप्यते. एवमेव वादिगणे षट् विंशति अन्ये इकारान्तः ईकारान्तः उकारान्तः ऊकारान्तः च धातवः सन्ति. भू धातुरिव तेषाम् इगन्तस्य गुणः भवति, यस्मात् अजादि कित्नित् प्रत्ययेन सह सम्पर्कः न कदापि भवति. तत्र भू धातु अत्र सदा भूवादिगणे अस्ति, शत्वकरणप्रत्ययः सर्वदा आगच्छति, तस्मात् स्वशप्रत्ययः पित् एव अस्ति. तत्र किञ्चित् प्रत्ययस्य योजनं किमपि कुत्रापि न भवति. तस्मात् तत्र यदि किञ्चित् प्रत्ययः नास्ति चेत् अचिष्णु धातु भवाम् एवं निवनौस् इत्यस्य सूत्रस्य प्रसक्तिः नास्ति. परन्तु आर्धधातुकलकारेषु च आर्धधातुककृत् प्रत्ययेषु च एषाम् इयम् उवङ् इत् अनयोः अवसरः अर्हः. अग्रे गत्वा यदा आर्धधातुकप्रकरणं कृत् प्रकरणं च कुर्मः तदा द्रक्ष्यामः. तत्र उदाहरणम् इदानीं मम मनसि नास्ति, आर्धधातुकस्य लकारः इयम् उवङ् कुत्र भवति इति. इति इकारान्तानाम् उकारान्तानां च धातूनाम् अङ्गानां च अजादि अपित्सु समग्रचिन्तनं समाप्तम्. तत् इकार उकारान्तधातूनाम् अङ्गानाम् अजादि अपित्सु अपित् विकरण अपित् प्रत्यय आगच्छति चेत् तत्र समग्रचिन्तनं समाप्तम्. समीचीनं. किमपि वदामि वा? वदतु. तत्र एकः प्रश्नः अस्ति, अन्ये उदा उकारान्त धातवः अन्यत्र अस्ति, तत्र भू भू धातुः अस्ति, तत्र भू अपि उकारान्त धातुः अस्ति. तत्र परन्तु भू धातु भुवादिगणे अस्ति, तत्र भू धातुतः शप् विकरणप्रत्ययः अस्ति, शप् विकरणप्रत्ययः पित् अस्ति. अचिष्णु धातु योयोः कित् प्रत्यय एव केवलं कार्यं कर्तुं शक्यं. तत्र भू धातु सर्वदा शप् प्रत्ययः आगच्छति, तस्मात् तत्र गुणमेव भवति. तत्र पित् अस्ति, भू शप् योगः भू तदनन्तरं एचोयावक सूत्रेण भवन्ति इति भवति. सो तस्मात् तत् यत्र यत्र ईकारात् धातु अपि एव भू ऊकारान्त अन्ये ईकारान्तः ईकारान्तः अपि च धातवः सन्ति भू धातुरिव तेषां इगन्तस्य गुणम् अस्ति चेत् अपि पित् प्रत्ययम् अस्ति चेत् गुणं भवति. तस्मात् तस्य अचिष्णु धातु भवान् सूत्रस्य प्रसक्तिः कुत्रापि न भवति. तत् परन्तु आर्धधातुकलकारेषु च आर्धधातुककृत् प्रत्ययेषु च आर्धधातुकलकारेषु कुत्र भवति वा उदाहरणं मया न चिन्तयामि. तत् प्रत्ययेषु च येषाम् इयम् उवम् इत्यनयोः अवसरः अर्हः. अग्रे गत्वा यदा आर्धधातुकप्रकरणं कृत् प्रकरणं च कुर्मः तदा द्रक्ष्यामः. उदाहरणमस्ति वा भगिनि आर्धधातुकलकारः? तत्र भू एव धातु अस्ति, आर्धधातुकलकारः लोलु लोलु लोलु योगः अच् इति प्रत्ययः, लोलु योगः अच् इति प्रत्ययः, अच् इति प्रत्ययः आर्धधातुकप्रत्ययः, तत्र उवङ् आदेशः भवति लोलुवः लोलुवः. कृत् प्रत्ययः अपि अच् प्रत्ययः कृत् प्रत्ययः अपि अनियर् किमर्थम् अनियर् इति अत्र भवति अनियर् प्रत्ययः कितिनिति प्रत्ययः नास्ति खलु कितिनिति नास्ति अत्र तु गुणः लू इति प्रत्ययः लू इति अस्ति चेत् लो लवनीयः लवनीयम् तत्र उवङ्ग् भवति वा तत्र तत्र उवङ्ग् उवङ्ग् न भवति तत्र पित् अस्ति पित् न तत्र गुणः एव भवति तत्र अनियप्रत्ययः आर्धधातुकप्रत्ययः कित्नित् भिन्नः अतः गुणः भवति भवनीयं तत्र यत् तत् आर्धधातुकलकारेषु आर्धधातुककृत् प्रत्ययेषु येषाम् इयम् उमङ्ग् इत्यनयोः अवसरः अर्हः इति उक्तं तत्र भवति एव यदौ एकः उदाहरणं दत्तम् अग्रे गत्वा तद् आर्धधातुकप्रकरणं कृत् प्रकरणं च कुर्मः तदा द्रक्ष्यामः इति ओके इति इकारान्त उकारान्त धातूनाम् अङ्गानां च अजाद्यपित्सु समग्रचिन्तनं समाप्तम् अजादि अपित्सु समग्रचिन्तनं समाप्तम् अत्र भगिनी मीना भगिनी कृपया म्यूट् करोतु भगिनी बहु अधिकम् अस्ति ध्वनिः इदानीमेव वा इदानीं सम्यक् अस्ति तत्र भवती यदा उक्तवती तदानीं सम्यक् आसीत् इदानीं कदाचित् अधिकं जातम् अस्तु नास्ति चिन्ता हा इदानीं वंशी भगिनी वदतु तत्र प्रत्ययः किम् अस्ति भगिनी भवतु कः प्रत्ययः अस्ति लू प्रत्ययः अस्ति वा न लो लुव् लो लू इति धातुः यङ्गन्तधातुः लो लू तत्र अच् इति प्रत्ययं योजयामः चेत् अच् इति प्रत्ययं योजयामः चेत् लो लुवः तत्र गुणः तत्र अच् प्रत्ययः आर्धधातुकप्रत्ययः अस्ति खलु आर्धधातुकप्रत्ययः अस्ति वस्तुतः तत्र आर्धधातुकप्रत्ययः अस्ति भिन्नः अस्ति किल न कित्नित् तत् कित्नित् भिन्नः अस्ति हा परन्तु तत्र भिन्नवार्ता अस्ति तत्र गुणः न भवति लोलु इत्यत्र गुणः न भवति गुणः निषिद्धः अस्ति गुणः निषिद्धः अस्ति यद्यपि अच् प्रत्ययः कित्नित् नास्ति तथापि तत्र गुणः निषिद्धः अस्ति भिन्नेन सूत्रेण गुणः निषिद्धः अस्ति गुणः निषिद्धः अस्ति इति कृत्वा अत्र अचिष्णुधातु ब्रुवं योर् यङ् वङ्गौ कार्यं करोति इत्युक्ते अचिष्णुधातु ब्रुवं योर् यङ् वङ्गौ इति सूत्रं केवलं कितिनिति प्रत्ययपरे एव कार्यं करोति इति नास्ति सामान्यतया कितिनिति प्रत्ययपरे कार्यं करोति इत्युक्ते सरलरीत्या वक्तव्यं चेत् यत्र गुणकार्यं न भवति तत्र अचिष्णुधातु ब्रुवं योर् यङ् वङ्गौ इति भवति तर्हि सामान्यतया कितिनिति प्रत्ययपरे एव भवति परन्तु आर्धधातुकप्रत्ययेषु कदाचित् कित्नित् नास्ति चेदपि यत्र गुणस्य प्रसङ्गः नास्ति अथवा गुणकार्यं निषिद्धं वर्तते तत्रापि अचिष्णुधातु ब्रुवां योर् यङ् वङ्गौ कार्यं करोति आर्धधातुकप्रक्रियायां बुद्धं वा आं भगिनि आमाम् अस्तु समीचीनं तर्हि इदानीम् ईकारान्तानाम् उकारान्तानां समग्र चिन्तनं जातम् अयं पाठः बहु मुख्यः अस्ति किमर्थं चेत् अस्य प्रयोगः वारं वारं बहुत्र भवति अतः एतत् अत्र क्रमः कथम् अस्ति इति मनसि अस्ति चेत् तत्र सारल्यं भवति तर्हि इदानीम् अग्रिमसप्ताहात् आरभ्य पुनः अत्र जुहोत्यादिगणे वयं गच्छामः इकारान्तानां चिन्तनं कुर्मः तत्र अतः चतुर्षु लकारेषु एव द्रष्टव्यं किल तत्र चतुर्षु गणेषु जुहोत्यादि अदादि तत्तुदादि स्वादि समीचीनम् अस्तु तर्हि अत्र स्थगनं कुर्मः कोऽपि प्रश्नः चेत् वदन्तु नो चेत् अग्रिमसप्ताहे पश्यामः धन्यवादः धन्यवादः भगिनी नमस्कारः धन्यवादः नमस्कारः